गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात्परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति संयोगः इदानीं नूतनः विषयः गतवर्गे वयं संयोगस्य विषये पठितवन्तः तत्र संयोगस्य लक्षणवाक्यं संयुक्तत्वम् इति व्यवहारहेतुः संयोगः इति अस्ति तर्हि तत्र लक्षणवाक्यं तत्र उषा भगिनी एकवारं पठति वा लक्षणवाक्यं साक्षात् लक्षणवाक्यम् आं महोदय साक्षात् लक्षणवाक्यं संयुक्तव्यवहारः संयुक्तव्यवहारहेतुः संयोगः सर्वद्रव्यवृत्तिः इति अस्ति सर्वद्रव्यवृत्तिः इति अस्ति किमर्थं तत्र सर्वद्रव्यवृत्तिः इति उक्तम् संयोगः इति गुणः गुणः अस्ति इत्यनेन द्रव्ये एव वर्तुं शक्यते समीचीनं द्रव्ये एव तिष्ठति नाम तत्र द्रव्ये एव तिष्ठति सामान्ये विशेषे अथवा तत्र अन्यत्र नाम तत्र षड् पदार्थाः सन्ति किन्तु तत्र केवलं द्रव्ये एव भवति इति समीचीनं अन्येषु पदार्थेषु गुणः न तिष्ठति केवलं द्रव्ये एव तिष्ठति अपि सर्वेषु द्रव्येषु तत्र संयोगस्य तत्र सम्भावना अस्ति नाम तत्र विभुद्रव्यं भवेत् अथवा तत्र मूर्तद्रव्यं भवेत् सर्वत्र संयोगः भवितुम् अर्हति अतः तत्र परमाणु वा अथवा आकाशः वा मनः वा यत्किमपि भवतु किन्तु तत्र संयोगः तु सर्वत्र भवितुम् अर्हति अतः नव सर्वद्रव्यवृत्तिः इति अस्ति समीचीनं इदानीं तत्र यत् अस्माकं गतवर्गे वयं तत्र वाक्यम् अधोभागे तस्मिन्नेव पुटे वाक्यम् अस्ति अपि तदनन्तरं चित्रम् अस्ति अद्य मम चिन्तनम् अस्ति तत्र वाक्यमपि चित्रं तस्य अभ्यासः तत्र वयं सर्वे कुर्मः इति अतः तर्हि तत्र भवती एव आरम्भं करोति वा तत्र इदानीं तत्र वयं तत्र संयुक्तव्यवहारहेतुः इति इति अतः तत्र प्रथमसोपानं तत्र कुत्र कुत्र कार्यकारणभावः अस्ति कारणं किम् इति किञ्चित् विवृणोति वा भगिनि इमौ हस्तौ इति इमौ हस्तौ संयुक्तौ इति वयं शब्दप्रयोगं शृण्मः चेत् शब्दप्रयोगेन ज्ञानं जनयति संयोगः इति संयोगः अस्ति इति ज्ञानम् अस्ति तत् शब्दप्रयोगेन एव तत् शब्दप्रयोगः शब्दप्रयोगेन ज्ञानं जनयति अपि च शब्दप्रयोगः अपि कार्यं भवति यतोहि संयोगः कारणम् अस्ति संयोगः एव कारणं भवति शब्दप्रयोगस्य कारणम् शब्दप्रयोगस्य कारणं नाम समीचीनं नाम संयोगः नास्ति चेत् एतादृश शब्दप्रयोगः न भवति समीचीनम् अतः संयोगः इति कारणम् अस्ति तत्र शब्दप्रयोगं संयोगः इति कारणम् अस्ति शब्दप्रयोगः इति कार्यकृते अपि च शब्दप्रयोगः इति कारणं भवति शब्दप्रयोगेन एव ज्ञानम् अस्ति ज्ञानं क्रियते ज्ञानम् इति कार्यं शब्दप्रयोगम् इति कारणेन अस्ति समीचीनं तर्हि शब्दप्रयोगं कार्यमपि अस्ति कारणमपि अस्ति समीचीनम् अस्तु अस्तु तर्हि अतः तादृशशब्दप्रयोगः यत् शब्दप्रयोगः यः कार्यं नाम ज्ञानं जनयति तादृशशब्दप्रयोगस्य नाम अस्ति व्यवहारः इति खलु, अत एव तत्र व्यवहारः इति लिखितमस्ति. समीचीनं भगिनि, अस्तु उत्तमम्. इदानीं तत्र प्रथमसोपानं वयं कृतवन्तः, तत्र कुत्र कुत्र कार्यकारणभावः अस्ति इति. समीचीनं, तर्हि तत्र कार्यकारण भावस्य आवलिः नाम तत्र एकस्य अनन्तरं, तर्हि भवती किम् उक्तवती, तत्र प्रथमकारणम् अस्ति संयोगः. संयोगः अस्ति इति कृत्वा शब्दप्रयोगं वक्तुं शक्यते. शब्दप्रयोगेन एव शब्द ज्ञानं भवति. अतः मूलकारणमस्ति संयोगः, संयोगः कारणं, तत्र कार्यं भवति शब्दप्रयोगः, पुनः शब्दप्रयोगः कारणमस्ति, ज्ञानमस्ति कार्यम्. अतः एतादृशी स्थितिः अत्र अस्ति. उत्तमम्, अस्तु. न, धन्यवादः भगिनि. अस्तु, इदानीम् अग्रे. हा, धन्यवादः भगिनि. अस्तु, इदानीम् अग्रे तर्हि तत्र शोभा भगिनि, इदानीं तत्र प्रथमसोपानम् अस्माभिः कृतम् इदानीं, तर्हि तत्र शब्दप्रयोगः कारणम् अपि कार्यमस्ति, किन्तु मूलकारणमस्ति संयोगः. संयोगेन तत्र शब्दप्रयोगः भवति, पुनः शब्दप्रयोगः ज्ञानं जनयति इति. अस्तु, प्रथमसोपानं कृतम्. इदानीं तत्र किञ्चित् परिष्कारं कुर्मः, नाम तत्र कीदृश तत्र ज्ञानं नाम संयोगः अस्ति इति कृत्वा तत्र ज्ञानं कीदृशम्, अपि कुत्र कुत्र कारणता, कुत्र कुत्र कार्यता अस्ति इति किञ्चित् वदतु भगिनि इदानीं. इदानीं ज्ञानं कीदृशं ज्ञानम् इत्युक्ते तत्र हस्तयोः संयोगः, तत्र संयोगत्व अवच्छिन्नप्रकारता निरूपित किं भगिनि, एतादृशं कुर्मः. प्रथमतया किं किम् अस्ति तत्र इति वदामः, नाम तत्र हस्तः अस्ति, तत्र हस्तः अस्ति, संयोगः इति विषयौ. हा, समीचीनं. तर्हि विषयौ तर्हि संयोग इति ज्ञानस्य. समीचीनं, तर्हि ज्ञानस्य विषयः अस्ति हस्तसंयोगः, हस्तद्वयस्य संयोगः. इदानीं तत्र कीदृशज्ञानम् इति प्रश्ने तत्र विशेष्यम् अपि विशेषणम् एतद् वदामः तर्हि. तर्हि विशेष्यं किं दृष्टवन्तः तत्र, तत्र विषय विशेष्यं तु हस्तः एव भवति. संयोगः इति विशेषणं भवति. हा, विशेषणं भवति, समीचीनं. हा, तर्हि संयोगः इति विशेषणं, हस्तः इति विशेष्यं. हा, तर्हि आदेयः कः, अधिकरणं किम्? आदेयः तु संयोगः, अधिकरणं हस्तः. हस्तः, समीचीनं. हा, तर्हि अधिकरणे तत्र ज्ञानस्य विषयः इति अस्ति, अत्र अधिकरणमपि अस्ति, आदेयः अपि अस्ति. आदेयः उपरि अस्ति, अधिकरणम् अधोभागे अस्ति. तर्हि विशेष्यता अधिकरणे किमस्ति? विशेष्यता अधिकरणे हस्तत्वम् इति, किन्तु विशेषता कुत्र अस्ति? विशेषता हस्ते अस्ति. अपि तत्र संयोगे किम् अस्ति? संयोगे तत्र प्रकारता अस्ति. प्रकारता अस्ति, समीचीनं. हा, तर्हि हस्ते प्रकारता अस्ति, क्षम्यतां, हस्ते विशेषता अस्ति, संयोगे प्रकारता अस्ति. हा, अत्र तत्र केन सम्बन्धेन इति अपि भवितुमर्हति, किन्तु तद् मास्तु, यतोहि गुणः इति अस्ति, अतः तत्र समवायसम्बन्धेन गुणः द्रव्ये तिष्ठति इति अस्ति, अतः तत् किन्तु तद् वाक्ये नासीत्, अतः तत् त्यजामः. संयोगः इति एव गुणः, अतः हस्तः इति अधिकरणे तिष्ठति इति वक्तुं शक्नुमः तत्र. हा, समीचीनं. हा, अतः एतादृशम् इदानीं तत्र एतत् सर्वं योजयामः. तत्र अवच्छेदकः इति इदानीं योजयामः तर्हि. अस्तु, तर्हि तत्र इदानीं उपरितन आरम्भः भवति. तर्हि हस्ते हस्ते विशेष्यता अस्ति, हस्ते विशेष्यता अस्ति, विशेष्यता केन अस्ति, विशेष्यता केन अवच्छिन्ना अस्ति? विशेषता हस्तत्वेन अवच्छिन्ना अस्ति. हा समीचीनम्. अपि प्रकारता संयोगत्वेन अवच्छिन्ना प्रकारता. हा इति अस्ति. अस्तु समीचीनम्. इदानीं तत्र ज्ञानं तावत्पर्यन्तं गच्छतु तर्हि. इदानीं नाम कीदृशं ज्ञानम् इति. तर्हि संयोगत्वावच्छिन्नप्रकारता निरूपिता, हस्तत्वावच्छिन्नविशेष्यता विशेष्यता तत्र ज्ञान किं तत्र उक्षणं महोदय, निरूपितज्ञानं, निरूपकः ज्ञानं, क्षम्यतां, निरूपकः ज्ञानं, निरूपकं ज्ञानं, निरूपकं तत्र ज्ञानं, निरूपकं ज्ञानं, निरूपकं ज्ञानं समीचीनं भगिनि. हा तावत्पर्यन्तं समीचीनं. तर्हि ज्ञानं तावत् वयं गतवन्तः. अस्तु समीचीनम्. इदानीम् अग्रे तर्हि समीचीनं भगिनि, धन्यवादः. इदानीम् अग्रे मृणालिनी भगिनि, इदानीं तर्हि तत्र ज्ञानं कीदृशम् इति एकवारम् उक्त्वा तदनन्तरम् अग्रे विवृणोतु भगिनि. आचार्य प्रश्नः, आदौ हस्त अनन्तरं संयोग वदामः तर्हि तत्र क्रमपरिवर्तनं चलति वा अत्र? किं भगिनि? विशेष्यता आदौ वक्तव्यं वा प्रकारता आदौ वक्तव्यम्? विशेष्यता अथवा प्रकारता द्वयमपि साधु, किमपि तत्र आदौ योजयितुं शक्नुमः. तत्र हस्तत्वावच्छिन्नविशेष्यता अस्ति आदौ, अर्थात् विशेष्यम् आदौ उक्तम्. द्वयमपि साधु भगिनि, द्वयमपि साधु, साधु न एवं द्वयमपि साधु. यतोहि तयोः मध्ये तत्र निरूपनिरूपकभावः अस्ति, नाम तत्र विशेष्यता प्रकारतां निरूपयति, अपि तत्र विशेषणविशेषभावः अस्ति खलु अत्र. विशेषणविशेषभावः अस्ति, विशेषविशेषणभावः अस्ति. तर्हि तत्र यथा तत्र विशेष्यता अस्ति इति जानीमश्चेत् वयं प्रकारता अपि अस्ति इति जानीमः, प्रकारता अस्ति चेत् तत्र विशेषता अस्ति इति जानीमः. तत्र अतः तत्र द्वयोः मध्ये तत्र आकाङ्क्षा अस्ति खलु, तत्र एकमस्ति एकमस्ति चेत् अन्यत्, अतः तत्र एकं विशेषता अस्ति चेत् तत्र निरूप्य निरूपकभावः तयोः मध्ये अस्ति. अतः तत्र यत्किमपि यत्किमपि वयं तत्र आरम्भे वक्तुं शक्नुमः. अतः तत्र प्रकारता इति आरभ्य तदनन्तरं निरूप्य निरूपित तदनन्तरं प्रकारता इति आरम्भं कुर्मश्चेत् तदनन्तरं निरूपित विशेष्यता इति भवति. हा एकवारं वदतु, तद् एकवारं वदतु पश्यामः. विशेष्यता हस्तः, प्रकारता संयोगः. तर्हि विशेष्यता हस्तः नास्ति, विशेष्यं हस्तः, विशेष्यः हस्तः. हस्ते हस्ते विशेष्यता अस्ति खलु, विशेष्यता इति भावप्रत्ययः. तर्हि अवगतम् अवगतं. हा तर्हि विशेष्यः हस्तः, प्रकारः संयोगः. हा इदानीं हस्तत्वावच्छिन्नविशेष्यता. हा विशेष्यता हस्तत्वावच्छिन्नविशेष्यता अस्ति, समीचीनं. हा तथा संयोगत्वावच्छिन्नप्रकारता. हा संयोगत्वावच्छिन्न, यतोहि प्रकारता केवलं संयोगे अस्ति अन्यत्र नास्ति, अतः एव तत्र संयोगत्वावच्छिन्न अस्ति प्रकारता. नाम अन्यत्र प्रकारता भवति किन्तु एतद् एषा प्रकारता यद् अस्मिन् विषये अस्ति सा प्रकारता केवलं तत्र संयोगत्वस्थले एव अस्ति, संयोगे एव अस्ति, अतः संयोगत्वावच्छिन्न प्रकारता भवति. तथैव हस्तत्वावच्छिन्न विशेष्यता. हा समीचीनम्. इदानीम् अग्रे अग्रे तद्वाक्यं वाक्यं वदामि. हस्तत्वावच्छिन्नविशेष्यता निरूपित संयोगत्वावच्छिन्नप्रकारता निरूपकज्ञानम्. हा निरूपकं ज्ञानं. हा इदानीं तत्र आदौ भवती प्रकारता उक्तवती वा अथवा विशेष्यता उक्तवती? आदौ अहं विशेष्यता उक्तवती. हा तर्हि तत्र किं भवति, तत्र आदौ विशेष्यता उक्तवती इति कृत्वा तत्र प्रकारता या अस्ति तत्र प्रकारतायाः तत्र प्रकारता केन अवच्छिन्ना अथवा कया अवच्छिन्ना अस्ति प्रकारता? संयोगत्वावच्छिन्ना. हा तर्हि संयोगत्वावच्छिन्ना इति विशेषणं भवति प्रकारतायाः, खलु? यतोहि का संयोगत्वावच्छिन्ना? प्रकारता एव संयोगत्वावच्छिन्ना. तर्हि संयोगत्वावच्छिन्ना विशेषणम् अस्ति प्रकारतायाः. पुनः पुनः अन्यत् तत्र विशेषणम् अस्ति, तत् किं? प्रकारतायाः हस्तत्वावच्छिन्नविशेष्यता. हा न न केवलं तावत् न, हस्तत्वावच्छिन्नविशेष्यता निरूपिता प्रकारता. अस्तु हस्तत्वावच्छिन्नविशेष्यता अस्ति किन्तु तया विशेष्यतया निरूपिता अस्ति. का निरूपिता अस्ति? प्रकारतनिरूपिता अस्ति. अतः महोदय क्षम्यतां, तत्र डाटेड् लैन् अस्ति खलु, एरो केवलम् एकस्मिन् दिशि एव किमर्थं महोदय? प्रकारतातः विशेष्यतापर्यन्तम् आगच्छति किन्तु विरुद्धदिश्यां न दत्तं. तत् किमर्थम् इत्युक्ते तत्र प्रकारता इति आरभ्य विशेष्यतापर्यन्तं नाम भगिनी प्रायशः तत्र केवलं प्रकारः उपरि अस्ति, विशेषम् अधोभागे अस्ति इति. ओ अस्तु तावत्. हा तावदेव. किन्तु यदि वयं तत्र निरूपक इति कुर्मः तत्र सर्वदा तत्र किं भवति, तत्र आदौ तत्र प्रकारताम् उक्त्वा तदनन्तरमेव विशेष्यतां वदामः यथा तत्र दर्शितं, नाम उपरि यदस्ति ततः अधोभागे गत्वा विशेषतापर्यन्तं गत्वा तदनन्तरं निरूपकं ज्ञानम् इति वदामः. किन्तु विपरीतदिशि अपि कुर्मश्चेत् तत्र समस्या नास्ति. आं महोदय, यतोहि तत्र पुस्तके तु हस्तेन एव आरम्भः. नाम तत्र तयोः मध्ये तत्र ज्ञानं केन तत्र ज्ञानं निरूपकं, तत्र निरूपकं ज्ञानम् इति वदामः, नाम तत्र ज्ञानं किं निरूपयति? प्रकरतां निरूपयति, विशेषतां निरूपयति, संसर्गतामपि निरूपयति. अतः ज्ञानं तत्र त्रयमपि निरूपति इति कृत्वा तत्र समूहः अस्ति, नाम प्रकारता एकः सदस्यः, अपि संसर्गता, विशेष्यता. तर्हि तत्र सर्वं मिलित्वा निरूपकम् अस्ति ज्ञानं, सर्वेषां निरूपकम् अस्ति ज्ञानम्. अतः तयोः मध्ये तत्र क्रमः एषः एव भवति इति किमपि नास्ति. यद्यपि साधारणतया तत्र यत् पुस्तके लिखितं तदेव वयम् अनुसरामः, किन्तु तत्र अन्यः क्रमः अपि भवितुम् अर्हति, तत्र चिन्ता नास्ति. आम् महोदय, अस्तु धन्यवादः. अस्तु समीचीनं भगिनि. हा तर्हि मृणालिनी भगिनी, तर्हि तत्र इदानीं प्रकारतायाः तत्र विशेषणद्वयमस्ति, किं किम्? ओ प्रकारतः यः विशेषणम् एकं तु संयोगत्वावच्छिन्ना प्रकारता, तथा हस्तत्वावच्छिन्नविशेष्यता निरूपिता प्रकारता इति अस्ति. समीचीनं. हा इदानीं सा प्रकारता निरूपकं प्रकारतानिरूपकं ज्ञानं इति ज्ञानम् इति ज्ञानं पर्यन्तम् आगतवन्तः. हा इदानीं ज्ञानतः अग्रे गच्छामः. इदानीं कीदृशं ज्ञानं, ज्ञाने कः विषयः, इति सर्वं जानीमः. इदानीं ज्ञानतः संयोगं प्रति गच्छामः. तर्हि अग्रे गच्छतु. तर्हि तत्र ज्ञानम् अग्रे किमस्ति? ज्ञानं तत्र कार्यमस्ति वा कारणमस्ति वा? कार्यमस्ति. कार्यमस्ति. तर्हि ज्ञाने किमस्ति इति वदतु. तर्हि ज्ञाननिष्ठकार्यता निरूपित कारणताश्रय शब्दप्रयोगः. हा, किन्तु तद् सोपानेन कुर्मः. नाम तत्र ज्ञानं कार्यम् अस्ति. तर्हि ज्ञाने कार्यता अस्ति. ज्ञाने कार्यता अस्ति. कार्यता शब्दप्रयोगः कारणमस्ति. तर्हि शब्दप्रयोगे कारणता अस्ति. अपि तत्र कार्यता कारणता तयोः मध्ये निरूप्यनिरूपकभावः अस्ति इति अंशत्रयम् उक्त्वा तदनन्तरं सर्वं मिलित्वा वदामः. अतः इदानीं इति तत् तादृशं वर्णनं करोति इदानीं. ज्ञानं कार्यमस्ति, शब्दप्रयोगः कार्यं. तर्हि ज्ञाने कार्यता, शब्दप्रयोगे कारणता. अत्र कार्यकारणभाव वा निरूप्यनिरूपकभावः वर्तते अनयोः मध्ये. तर्हि ज्ञाननिष्ठकार्यता निरूपितकारणताश्रयः शब्दप्रयोगः. शब्दप्रयोगः समीचीनं. अस्तु, इदानीं शब्दप्रयोगं प्रति गतवन्तः. समीचीनम्. इदानीम् अग्रे इदानीं शब्दप्रयोगे पुनः कार्यता वर्तते. शब्दप्रयोगः कार्यं भवति. संयोगेन संयोगः कारणमस्ति. तर्हि संयोगकारणात् उत्पन्नः इदं शब्दप्रयोगः इति कार्यं वर्तते इदानीं. शब्दप्रयोगे कार्यता, संयोगे कारणता. अनयोः निरूपकभावः वर्तते. तर्हि शब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयः संयोगः. संयोगः, उत्तमं भगिनि. अतः संयोगः कारणम् अस्ति. अतः केवलं कारणम् इति वदामश्चेत् तत्र स्पष्टं न भवति. नाम तत्र सीमितं न भवति. नाम कारणता कुत्र कुत्र अस्ति, कस्य कारणता संयोगे अस्ति इति तस्य अवगमनं न भवति. किन्तु एतत् सर्वं वदामश्चेत् तदा वयम् अवगच्छामः, अस्तु, कीदृशा कीदृशी कारणता संयोगे अस्ति इति. समीचीनम्. अस्तु, इदानीं धन्यवादः भगिनी. इदानीम् अग्रे तर्हि तत्र नरसिंह हेगडे महोदय, इदानीं तत्र सर्वं मिलित्वा तर्हि तत्र एकवारं वदति वा महोदय, विषयः इति आरभ्य संयोगपर्यन्तम्. तत्र हस्तनिष्ठ हस्तत्वावच्छिन्न विशेषता निरूपित संयोगनिष्ठ संयोगत्व अवच्छिन्न प्रकारता निरूपक ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रय संयोग इति भवति महोदय. इदानीं तत्र किन्तु यत् यानि सोपानानि एतावत् उक्तानि तद् भवान् अपि एकवारं वदतु. नाम तत्र हस्ते किमस्ति एतादृशं. हस्ते हस्तः विशेष्य अस्ति. अत्र संयोगः प्रकारता अस्ति. हस्ते हस्तत्वम् अस्ति. अतः किं भवति, हस्तनिष्ठ हस्तत्व अवच्छिन्न भवति विशेषता. अनन्तरं संयोगे प्रकारता अस्ति. तत्र संयोगे संयोगतत्वमपि संयोगत्वमपि अस्ति. अतः संयोगत्व अवच्छिन्न प्रकारात् भवति संयोगः. एतत् ज्ञानं निरूपयति द्वयो मिलित्वा हस्तानन्तरं संयोग. किमर्थं ज्ञानं निरूपयति नाम एतौ तत्र ज्ञानस्य विषयौ इति, अतः विषयौ अतः ज्ञानं विषयेन ज्ञानं निरूपितं भवति अथवा ज्ञानं पुनः तत्र विषयं निरूपयति, अतः तत्र ज्ञानमपि विषयः तयोः मध्ये निरूप्य निरूपकभावः वर्तते. अस्तु निरूपकनिरूपकभावः अस्ति. इदानीं ज्ञानमपि कार्यमस्ति, तस्य कार्यतायाः कारणमस्ति शब्दप्रयोगः. कीदृशशब्दप्रयोगः इत्युक्ते तत्र शब्दप्रयोगे अपि कार्यता अस्ति, तस्य कारणमस्ति संयोगः. अतः संयोगेन आरम्भं कुर्मः चेत् संयोगः कारणं भवति शब्दप्रयोगस्य कृते, शब्दप्रयोगकार्यं भवति, पुनः शब्दप्रयोगः कार्यं भवति, तस्य कारणं किं भवति इत्युक्ते शब्दप्रयोगकारणं भवति, तस्य फलम् अस्ति कार्यं, ज्ञानमिति कार्यं, ज्ञानमिति कार्यं. समीचीनं. ज्ञानं किं निरूप्यते इत्युक्ते ज्ञाने कः विषयः, कः ज्ञाने कः विषयः इत्युक्ते तत्र संयोगः, हस्तसंयोगः इति विषयः भवति. समीचीनम्. अस्तु, अतः तत्र इदानीं पुनः एकवारं वदतु महोदय तत्र पूर्णवाक्यं. हस्तनिष्ठ हस्तत्वावच्छिन्न विशेषता निरूपित संयोगनिष्ठ संयोगतत्व संयोगत्व अवच्छिन्न प्रकारता निरूपित ज्ञाननिष्ठ कार्यता निरूपित कारणताश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणता आश्रयत्वम् आश्रयत्वम्. अस्तु, आश्रयत्वम् इति आश्रयत्वं कुत्र अस्ति? संयोगे, संयोगे अस्ति खलु. महोदय श्रूयते वा? महोदय श्रूयते वा? श्रूयते. अस्तु अस्तु अस्तु. इदानीं प्रश्नः. अस्तु अस्तु, इदानीं धन्यवादः. अस्तु, इदानीम् अग्रे तर्हि समीचीनं महोदय. इदानीम् अग्रे तत्र अहं किञ्चित् न श्रुतवान् महोदय, तत्र इदानीं सर्वं सर्वं श्रुतं किञ्चित्. ओ अस्तु अस्तु अस्तु अस्तु. किन्तु यत् यत् भवान् उक्तवान् तत् सर्वं वयं श्रुतवन्तः इति मन्ये, सर्वेषां कृते तत्र सर्वे श्रुतवन्तः खलु? अन्ते न श्रुतं महोदय. अन्ते न श्रुतं वा? अस्तु, पुनः एकवारं वदति वा महोदय? वदामि अत्र किञ्चित्. हस्तनिष्ठ हस्तत्व अवच्छिन्न विशेषता निरूपित संयोगनिष्ठ संयुक्तत्व अवच्छिन्न प्रकारता निरूपित ज्ञाननिष्ठ कार्यता निरूपित कारणताश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रय संयोगः इति. संयोगः इति. अस्तु, समीचीनम्. अस्तु, समीचीनं महोदय, धन्यवादः. अस्तु, इदानीम् अग्रे नीता भगिनी अग्रे. तर्हि तत्र अत्र नरसिंह हेगडे महोदय उक्तवान् तत्र संयोगं तत्र आश्रयत्वम् इति अन्ते खलु, आश्रयत्वं संयोगे इति. किमर्थं वयं तत्र संयोगं प्रति गच्छामः? तत्र संयोगं प्रति इत्युक्ते तत्र लक्षणमस्ति, यत् लक्षणं वयम् उक्तवन्तः अत्र, तत्र संयोगे एव भवति एतत् सर्वं यत् वाक्यं वयम् इदानीम् उक्तवन्तः, तत् अन्यत्र न भवति, अन्यत्र कुत्रापि न भवति, संयोगे एव भवति, संयोगे अपि सर्वत्र भवति. उत्तमं भगिनि, उत्तमं. तदेव अस्ति, अतः लक्षणं वाक्यम् अस्ति, अतः एतादृशम् आश्रयत्वं नाम कारणस्य आश्रयत्वं केवलं संयोगे अस्ति, अपि संयोगे सर्वत्र अस्ति, अन्यत्र नास्ति. अतः एतत् लक्षणं भवितुम् अर्हति. अत्र लक्ष्यमस्ति संयोगः, अस्माकं लक्ष्यमस्ति संयोगः, लक्ष्ये एतादृश आश्रयत्वम् एतादृशम् आश्रयत्वम् अस्ति, अतः तद् लक्षणं भवितुम् अर्हति. अतः एव तत्र संयोगं, अतः एव संयोगं प्रति गच्छामः. नो चेत् तत्र केवलं चित्रमस्ति चेत् तत्र वयं वामतः दक्षिणभागं तादृशमपि गन्तुं शक्नुमः अथवा दक्षिणतः वामभागं प्रति अपि गन्तुं शक्नुमः. नाम तत्र इदानीं तत्र कीदृशं ज्ञानम् इति वदामश्चेत् इदानीं तत्र संयोगस्य लक्षणं मास्तु, केवलं तत्र संयोग यत्र भवति तत्र कीदृशं ज्ञानम् इति वदामश्चेत् तदा तत्र अन्ते किं भवति? कीदृशं ज्ञानम् इति वदामः चेत् अन्ते ज्ञानम् एव भवति. ज्ञानमेव भवति. हा, अतः तदा वयं संयोगः इति यदस्ति ततः आरभ्य सर्वं उक्त्वा अन्ते तत्र ज्ञानं पर्यन्तं गच्छामः. किन्तु इदानीम् अस्माकं लक्ष्यमस्ति संयोगः इति. अस्तु. अतः तत्र संयोगं प्रति अस्माभिः गन्तव्यमस्ति. इदानीं तत्र भवती अपि एकवारं तत्र अभ्यासं करोति वा भगिनी? नाम तत्र किं किम् अस्ति, संयोगे किं किम् अस्ति इति. इदानीं संयोगः, संयोग इति गुणः हस्ते अस्ति, हस्ते संयोगः अस्ति इत्युक्ते हस्तः तत्र विशेष्यपदम् अस्ति. हस्तः इति विशेष्यं, संयोगः इति विशेषणपदम्. हस्त इति विशेष्यं, हस्ते विशेष्यता अस्ति. हस्ते विशेष्यता अस्ति यत्र हस्त तत्र एव विशेष्यता. इत्युक्ते हस्ते या विशेष्यता सा विशेष्यता हस्तत्वावचिन्न विशेष्यता इति वक्तुं शक्नुमः. संयोगः, संयोगे संयोगे प्रकारता अस्ति. या प्रकारता संयोगे अस्ति सा संयोगत्वावच्छिन्ना इति वक्तुं शक्नुमः. अतः तत्र संयोगात् संयोगत्वावच्छिन्न प्रकारता संयोगे अस्ति, हस्तत्वावच्छिन्न विशेष्यता हस्ते अस्ति. अधुना तत् ज्ञानं प्रति गच्छामः. तत्र ज्ञानमस्ति, ज्ञानं ज्ञानमिति कार्यमस्ति. ज्ञानं कार्यं, ज्ञानं कार्यम् इति ज्ञानं प्रति यदा तावत्पर्यन्तं हस्तत्वावच्छिन्नविशेष्यता निरूपितसंयोगात् संयोगत्वावच्छिन्नप्रकारता निरूपकज्ञानम् एव. अधुना ज्ञानमिति कार्यमस्ति, ज्ञानमिति कार्यमस्ति. ज्ञानम् इति कार्यस्य कारणं किं? शब्दप्रयोगः. इत्युक्ते तत्र ज्ञानं शब्दप्रयोगः द्वयोः मध्ये कार्यकारणभावः वर्तते. ज्ञानम् इति कार्यं, ज्ञानं कार्यम् इत्युक्ते तत्र ज्ञाननिष्ठकार्यता, ज्ञानं ज्ञाने कार्यता अस्ति. अतः ज्ञाननिष्ठकार्यता पर्यताया तया निरूपिता इत्युक्ते कार्यता निरूपितकारणता. कारणता कुत्र वर्तते? शब्दप्रयोगे. इत्युक्ते तत्र ज्ञाननिष्ठकार्यता निरूपितकारणता कारणतायाः आश्रय, कारणताश्रय शब्दप्रयोग एतावत्. अधुना शब्दप्रयोगसंयोगः द्वयोः मध्ये अपि कार्यकारणभावः अस्ति. शब्दप्रयोग इति कार्यं, शब्दप्रयोग इति कार्यं, तस्य कारणं किमस्ति? संयोग इति कारणम्. अतः तत्र अधुना शब्दप्रयोगे या कार्यता अस्ति, शब्दप्रयोगनिष्ठकार्यता कार्यतायाः निरूपित, कार्यता निरूपितकारणं यत् अस्ति तत् कारणतायाः आश्रय संयोगे अस्ति. अधुना शब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रय संयोगः इति भवति. संयोगे एव अस्ति, अन्यत्र नास्ति, सर्वत्र अस्ति संयोगे इति. एतत् सर्वं संयोगस्य, एतत् वाक्यं संयोगस्य लक्षणवाक्यम् इति वक्तुं शक्नुमः. हा, उत्तमं भगिनि, धन्यवादः, समीचीनं. अस्तु. तत्र तत्र सर्वे कृतवन्तः इति मन्ये खलु, तर्हि अभ्यासः तत्र अन्य कोऽपि तत्र मध्ये किमपि कर्तुम् इच्छन्ति वा? तत्र लक्षणवाक्यस्य चित्रं दृष्ट्वा वर्णनम् अथवा एतावत्पर्यन्तम्? अस्तु, तर्हि अग्रे सरामः. तर्हि तर्हि अग्रे तत्र उषा भगिनी, अग्रे तर्हि तत्र क्रियायाः उत्पत्तिनाशयोः इति अग्रिमे पुटे चित्रस्य अनन्तरं. ततः आरभ्य पठति वा. क्रियायाः उत्पत्तिनाशयोः निरूपणप्रसङ्गे संयोगस्यापि उत्पत्तिः निरूपिता एव इह च स्मार्यते. ओके, क्रियायाः उत्पत्तिनाशयोः निरूपणप्रसङ्गे उत्पत्ति अपि च नाशः क्रियायाः निरूपणप्रसङ्गे संयोगस्यापि उत्पत्तिः अपि च निरूपिता अपि भवति इति इह च स्मार्यते. आद्यक्षणः आदिक्षणे आद्यक्षणः घटे अपि च क्रिया घटे अस्ति क्रिया अपि क्रिया भवति घटे न न क्रिया भवति क्रिया भवति घटे क्रिया भवति ओ घटे क्रिया भवति ओके उत्पत्ति अपि च नाशयोः ओके हा तदा संयोगः भवति इति उदाहरणम् इति उदाहरणं तर्हि प्रथमक्षणे घटे क्रिया भवति क्रिया भवति अस्तु अग्रे द्वितीयक्षणः यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः यस्मिन् आकाशदेशे घटः स्थितः ततः विभागः पूर्वं घटः एकं स्थाने अस्ति परन्तु इदानीं तत् स्थानतः विभागः भवति विभक्तः भवति विभक्तः भवति अस्माकं क्रियया वयं क्रियया तत्र वियोगः जायते वियोगः जायते समीचीनं तृतीयक्षणः तेन विभागेन आकाशदेशघटयोः संयोगस्य नाशः विभागं वयं कुर्मः चेत् तत् विभागेन आकाशदेशघटयोः अपि च तत् देशम् अपि च घटः संयोगस्य नाशः तदेव विभागः इति वयं न विभागः विभागः न विभागः भिन्नः विभागः नाशः नास्ति विभागेन संयोगस्य नाशः विभागेन संयोगस्य नाशः तयोः संयोगः इति चेत् आकाशदेशघटयोः संयोगस्य नाशः नाशः अपि च चतुर्थक्षणः अन्येन आकाशदेशेन सः संयोगः वयम् अन्यदेश कृते स्थापयामः चेत् अन्येन आकाशदेशेन सह संयोगः भवति घटं स्थापितम् अन्यदेशे इत्यनेन अन्येन आकाशदेशेन सह संयोगः भवति तत् पञ्चमक्षणे क्रियानाशः भवति इति उदाहरणं तर्हि तत्र नाम तत्र यदि वयं चिन्तयामः तत्र घटः उत्पीठिकायाम् अस्ति इति चिन्तयतु तत्र उत्पीठिकाद्वयमस्ति अतः तत्र यस्याम् उत्पीठिकायाम् इदानीम् अस्ति घटः तद् न इच्छामः अन्याम् उत्पीठिकायां भवतु इति इच्छामश्चेत् तदा किं भवति वयं तत्र घटं नीत्वा तत्र अन्यत्र स्थापयामः तत्र अतः तत्र आरम्भे घटे क्रिया भवति अनन्तरं विभागः भवति तत् देशात् विभागः भवति विभागेन किम् अभवत् इति चेत् प्रथम आकाशदेशघटयोः संयोगस्य नाशः भवति नाशः भवति नाशः भवति अनन्तरं वयं स्थापयामः अन्यदेशे अन्य उत्पीठिकायाम् उपरि स्थापयामः चेत् अन्येन आकाशदेशेन सह संयोगः भवति तदनन्तरं क्रियानाशः तत्र क्रिया न कुर्मः इति कृत्वा तत्र तावदेव क्रिया अस्ति तदनन्तरं संयोगः वर्तते एव तत्र संयोगस्य क्रियया नाशं न कर्तुम् इच्छामः तर्हि क्रिया स्थगिता भवति, अतः तत्र संयोगः तिष्ठति इति. अतः तत्र तर्हि तत्र संयोगः अपि क्रिया तयोः मध्ये अपि तत्र सम्बन्धः अस्ति, नाम यत्र क्रिया भवति तदा संयोगः अपि भवति, अपि तत्र संयोगस्य नाशः अपि भवति, क्रियायाः नाशः अपि भवति इति अस्ति. अस्तु, अस्मिन् विषये समीचीनं भगिनी. तत्र अस्मिन् विषये कोऽपि प्रश्नः, अन्येषां प्रश्नः अस्ति वा तत्र? नाम क्रिया, क्रियया संयोगः जायते, संयोगस्य नाशः अपि भवति, अपि तत्र क्रियायाः नाशः अपि भवति, तत्र क्रियायाः उत्पत्तिसमये नाशसमये अपि तत्र संयोगः तदा भवितुम् अथवा तत्र तस्य नष्टः अपि भवितुम् अर्हति इति, तावदेव अत्र अस्ति. अस्तु, समीचीनं. हा, धन्यवादः भगिनी. इदानीम् अग्रे धन्यवादः भगिनी. अग्रे शोभा भगिनी, अग्रे इदानीं तत्र संयोगस्य प्रकाराः इति. आचार्य, अत्र पञ्चमक्षणे क्रियानाशः तत् न अवगतं मया. हा, तत्र नाम तत्र संयोगः नूतनदेशः, नाम अस्माकम् उदाहरणे वयं चिन्तितवन्तः एका उत्पीठिका अस्ति, तस्याम् उपरि घटः अस्ति. इदानीं वयं तत्र अन्या उत्पीठिका या अस्ति तस्यां स्थापयामः इति चिन्तयामः. अतः क्रिया कियत्पर्यन्तं तिष्ठति? तत्र प्रथमा उत्पीठिका या अस्ति तस्याः तत्र घटं स्वीकुर्मः, अन्या उत्पीठिका या अस्ति तस्यां स्थापयामः. यदा तत्र उत्पीठिका अपि नूतना उत्पीठिका अथवा द्वितीया उत्पीठिका अपि घटः तयोः मध्ये यदा संयोगः जायते, तस्य अनन्तरं वयं किमपि क्रियां कर्तुं न इच्छामः खलु, यतोहि सः संयोगः एव अस्माभिः इष्टः. अतः तदनन्तरं क्रिया स्थगिता भवति. हा, नाम यदि अग्रे पुनः क्रिया भवति तदा किं भवति, सः संयोगः तत्र न तिष्ठति, सः संयोगः अपि नष्टः भवति इति कृत्वा तावत्पर्यन्तमेव इति. महोदय, ममापि तदेव प्रश्नः आसीत् तत्र, यतोहि आद्यक्षणः एव तत्र इत्युक्ते विभागात् पूर्वमेव घटे क्रिया इति दर्शितम् अस्ति, अतः तत्र यतोहि तत्र द्रव्येषु क्रिया अस्ति एव, मूर्तद्रव्येषु तत्र संयोगात् विभागात् पूर्वमेव घटे क्रिया इति दर्शितम्, अतः तस्य क्रियानाशः कथं भवति इति प्रायशः न न न हा अस्तु अस्तु अस्तु भगिनि. हा, तर्हि अस्तु, समीचीनं. तर्हि समीचीनमेव, तत्र आदौ क्रिया, नाम इदानीं चिन्तयामः घटः उत्पीठिकायाम् अस्ति, तर्हि वयं हस्तेन तत्र घटं स्वीकुर्मः तदा घटे क्रिया भवति खलु, किन्तु वेदि ओ हस्तेन इत्युक्ते हस्तेन स्वीकुर्मः चेत् इदानीं विभागः इदानीं पर्यन्तं हा एतावत् विभा नाम तत्र संयोगः अथवा विभागः कयोः मध्ये इति चिन्तनम् इत्युक्ते उत्पीठिका अपि घटः तयोः मध्ये संयोगः, यतोहि केवलं स्पर्शयामः चेत् क्रिया कथं भवति तत्र इति, ओ स्पर्शः एव क्रियः वा तत्र? स्पर्शः एव क्रिया इति अस्ति. स्पर्शः एव तत्र क्रिया इति, अतः तत्र हा यतोहि तत्र संयोगे तथा दृष्टवन्तः खलु, कर्मजः क्रिया अपि च कर्मजः संयोगः क्रिया, कर्मजः संयोगः, यदा स्पर्शयामः तदा घटे क्रिया भवति. हा, तदा घटे क्रिया भवति, तदा किं तत्र घटं स्वीकृत्य वयं तत्र स्वीकुर्मः, तत्र प्रथमतया विभागः भवति खलु, नाम तत्र क्रिया भवति शेषम् अवगतं महोदय, तत्र एव मम प्रश्नः आसीत्. हा, स्पर्शः, स्पर्शः इति एव तत्र क्रिया इति. अस्तु अस्तु. हा, अपि यदा वयं तत्र अन्यस्याम् उत्पीठिकायां स्थापयामः तत्र तत्र उत्पीठिका अपि घटः तयोः मध्ये संयोगः अभवत् तदा वयं किमपि न कुर्मः तर्हि तत्र प्रायशः वयं तत्र इदानीं स्पर्शः अपि गच्छ किं स्पर्शस्य अपि नाशः भवति इति मन्यते नाशः भवति हा तत्र स्थाप अन्यस्यां उत्पीठिकायां स्थापयित्वा वयं अस्माकं हस्तं तत्र निष्कासयामः खलु तत्र घटात् अतः तत्र क्रियायाः नाशः इति चिन्तनम् अस्मिन् अत्र अस्मिन् उदाहरणे अस्तु तर्हि तत्र नीता भगिनी समीचीनं वा इदानीं हा इदानीं स्पष्टं प्रथमतः तु अध्यक्षणे तत् स्पर्श इति क्रिया पञ्चमक्षणे तत् यथा वयं तत्र क्रिया स्थगिता भवति तदा क्रियायाः नाशः भवति इति तावदेव अतः तत्र हा अतः तत्र चिन्तनम् अस्ति तत्र केवलम् एतत् उदाहरणं किं प्रदर्शयितुम् इच्छति इत्युक्ते तत्र क्रियायाः नाशः अपि संयोगस्य नाशः संयोगस्य उत्पत्तिः सर्वं तत्र तयोः मध्ये निकटसम्बन्धः वर्तते इति तावदेव यथा उषा भगिन्या पठितं नाम तत्र वाक्यं तत्र पुस्तके किं वाक्यम् अस्ति नीता भगिनी एकवारं पठतु तत्र तत्र क्रियायाः उत्पत्तिनाशयोः निरूपणप्रसङ्गे संयोगस्य अपि उत्पत्तिः निरूपित इव निरूपिता एव निरूपिता इव निरूपिता एव क्षम्यतां निरूपिता एव इति निरूपिता एव अतः तत्र केवलं तत्र संयोगस्य उत्पत्तिः एतत् सर्वं भवति क्रियया भवति अपि तत्र क्रियानाशः नाम क्रियायाः उत्पत्तिनाशयोः निरूपणप्रसङ्गे तर्हि तत्र क्रियया संयोगस्य नाशः अपि भवति तदनन्तरं तत्र यदा संयोगः इष्टः संयोगः अभवत् तदा क्रियायाः नाशः इति नाम स्थगयामः तत्र अस्तु अत्र कुत्र स्थापितुम् इष्टवन्तः तत्र स्थापितवन्तः अतः इदानीं अत्र किमपि कर्तुं नास्ति इति अतः क्रिया स्थगिता तावदेव तावदेव अस्ति स्पष्टम् अस्तु स्पष्टम् अस्तु अग्रे तर्हि तत्र अग्रे मृणालिनी भगिनी पठतु भगिनि क्षम्यतां चिन्ता नास्ति संयोगस्य प्रकाराः पुनरपि घटे क्रियोत्पत्तौ पुनरपि एवमेव इति क्षणपञ्चकव्यापिनी अस्तु क्षणपञ्चकव्यापिनी व्यापिनी इयं प्रक्रिया भवति तेन इदं ज्ञायते यत् क्रियया तादृशसंयोगः उत्पद्यते पुनश्च अग्रिमक्रियया विभागोत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशश्च अग्रे अपि पठनीयं वा अस्य पुनरपि घटे क्रियोत्पत्तौ पुनरपि एवमेव इति क्षणपञ्चकव्यापिनी इयं प्रक्रिया भवति अस्तु तत्र पुनः तत् घटं नयामः पुनः अन्यत्र स्थापयामः इति भवति चेत् तत्र एषा एव प्रक्रिया पुनः भवति तत्र इति उक्तं पुनरपि घटे क्रियोत्पत्तौ तत्रापि वाक्ये आरम्भे एव दत्तं घटे क्रियोत्पत्तौ पुनरपि एवमेव इति क्षणपञ्चकव्यापिनी इयं प्रक्रिया भवति इति तेन इदं ज्ञायते यत् क्रियया तादृशसंयोगः उत्पद्यते पुनः च अग्रिमक्रियया विभागोत्पत्तौ तेन विभागेन पूर्वसंयोगश्च संयोगस्य नाशः च क्रियया तादृशसंयोगः उत्पद्यते क्रियया संयोगः उत्पद्यते इति दत्तम् इदानीम् इत्युक्ते तत्र प्रथमं घटं नयामः अथवा तत्र उत् क्षेपणम् इति वक्तुं शक्नुमः वा महोदय? न उत्क्षेपणं न भवति तत्र नयामः तत्र क्रियया तादृशसंयोगः नयामः अपि च अन्यत्र स्थापयामः तत्र प्रथमं तु विभागः भवति संयोगस्य विभागः भवति यस्मिन् स्थले संयोगस्य नाशः नाम तत्र विभागेन संयोगस्य नाशः तस्मात् पूर्वं विभागः यत् यस्मिन् देशे घटः स्थितः आसीत् तस्मात् देशात् विभागः तदनन्तरं पुनः अन्यदेशे स्थापनम् अतः तत्र इदानीं तत्र विभागः यदा भवति तत्र संयोगनाशः भवति पुनः अन्य आकाशदेशे यदा घटः स्थापितः भवति तत्र संयोगः भवति तस्मात् परं क्रियानाशः अपि भवति इदानीं तत्र घटः केवलं तिष्ठति अतः हा समीचीनं भगिनि अतः तत्र क्रियया अत्र किम् अस्ति क्रियया तत्र किं भवति हा क्रियया किं तर्हि अभवत् नाम घटनिष्ठक्रियया किम् अभवत् प्रथमतया तत्र पूर्वसंयोगस्य तत्र हा प्रथमतया विभागः क्रियया विभागः क्रियया विभागः विभागः विभागेन पूर्वसंयोगस्य नाशः अपि तया क्रियया नूतनदेशसंयोगः अपि हा अतः तत्र क्रियया पूर्वसंयोगस्य नाशः अपि नूतनदेशस्य संयोगः द्वयमपि जातम् खलु अतः एव तत्र क्रियया तादृशसंयोगः उत्पद्यते पुनश्च अग्रिमक्रियया विभागोत्पत्तौ तेन विभागेन पूर्वसंयोगस्य नाशः इति तत्र क्रिया इति तत्र वयं कण्टिन्युस् इति अपि चिन्तयितुं शक्नुमः अथवा तत्र एकस्मिन् प्रत्येकस्मिन् क्षणे एका एका क्रिया अस्ति इति अपि तत्र अतः तत्र पुनश्च अग्रिमक्रियया इति तत्र उक्तं तावदेव अतः तत्र चिन्ता मास्तु वयं केवलं तत्र सरलरूपेण तत्र एका क्रिया एव अभवत् यावत्पर्यन्तं वयं घटं स्वीकृत्य एका अपि अन्यत्र स्थापयामः तावत्पर्यन्तम् एका क्रिया इति चिन्तयामः अतः तावत्पर्यन्तं तत्र पूर्वदेशात् विभागः विभागेन संयोगस्य नाशः अपि नूतन उत्पीठिका या अस्ति तस्यां स्थापयामः तावत्पर्यन्तं क्रिया अस्ति तदा नूतनदेशसंयोगः अपि जायते इति महोदय तत्र तथा एव स्वीकरणीयं सा क्रिया तत्र घटस्य विभागस्य कृते एव इति विभागाय क्रिया भवति अतः विभागात् पूर्वमेव क्रिया इति दत्तम् तावदेव तया क्रियया विभागः विभागेन संयोगनाशः तस्मात् परं पुनः संयोगः अन्यदेशसंयोगः तदनन्तरं क्रियानाशः इति भवति तावदेव अस्तु समीचीनं अस्तु भगिनि अस्तु अग्रे तर्हि तत्र अग्रे मृणालिनी भगिनी अग्रे पठति वा अस्य संयोगस्य उभयकर्मजन्यत्वेन एकतरकर्मजन्यत्वेन च अवान्तरविभागः शास्त्रे प्रसिद्धः संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया ताभ्यां च क्रियाभ्यां यः संयोगः सः उभयक्रियाजन्यः यथा मेषयोः संयोगः उभयक्रियाजन्यः स्थिरे वृक्षे पक्षी संयुक्तः इति प्रत्ययसिद्धः संयोगस्तु पक्षिनिष्ठक्रियाजन्यः तर्हि अत्र उभयकर्मजन्यत्वं तथा एकतरकर्मजन्यत्वम् इति विषयद्वयम् अस्ति संयोगे. यथा वयम् उदाहरणं आरम्भे तत्र अस्य संयोगस्य इति वाक्यं वाक्यं पठित्वा वदतु भगिनि. अस्य संयोगस्य उभयकर्मजन्यत्वेन एकतरकर्मजन्यत्वेन च अवान्तरविभागः शास्त्रे प्रसिद्धः. तर्हि संयोगस्य विभागद्वयम् उभयकर्मजन्यत्वं तथा एकतरकर्मजन्यत्वम्. उभयकर्मजन्यत्वम् इत्युक्ते किम्? तत्र मेषयोः संयोगः यदा भवति उभयत्र संयोगः. अस्तु अस्तु, अग्रे अग्रे. तर्हि उभयकर्मजन्यत्वम् अपि एकतरकर्मजन्यत्वम् इति प्रकारद्वयमस्ति संयोग संयोगस्य. अस्तु, तर्हि अग्रे संयुक्तपदार्थे यदा उभयत्रापि क्रिया ताभ्यां च क्रियाभ्यां यः संयोगः सः उभयक्रियाजन्यः. तर्हि संयुक्तपदार्थयोः यदा उभयत्रापि क्रिया वर्तते ताभ्यां च क्रियाभ्याम् उभयक्रियाजन्यः संयोगः उत्पद्यते. उदाहरणमस्ति अत्र मेषयोः द्वयोः मेषयोः यदा तत्र किं भवति मेलनं भवति क्रियया शृङ्गानां तत्र कुर्वन्ति खलु ते शृङ्गमेलनं. तर्हि अत्र क्रिया उभयजन्या अस्ति, क्रिया न तु एकजन्या, उभयजन्या. नाम क्रिया उभयजन्या अस्ति वा अथवा कः उभयक्रियाजन्यः अस्ति? संयोगः उभयक्रियाजन्यः संयोगः अस्ति. उत्तमं. तर्हि संयोगः उभयक्रियाजन्यः अस्ति. नाम क्रिया तत्र मेषद्वयमस्ति, प्रथमे मेषे अपि क्रिया अस्ति, द्वितीये मेषे अपि क्रिया अस्ति. अतः तत्र उभय अपि क्रिय केवलम् एकया क्रिया इति न, क्रियाभ्यां ताभ्यां क्रियाभ्यां यः संयोगः जन्यः सः उभयक्रियाजन्यः इति प्रथमप्रकारः संयोगः. इदानीम् अग्रे द्वितीयम् उदाहरणं. यथा मेषयोः संयोगः उभयक्रियाजन्यः. अग्रिम उदाहरणं. स्थिरे वृक्षे पक्षी संयुक्तः इति प्रसिद्ध इति प्रत्ययसिद्धः संयोगस्तु पक्षिनिष्ठक्रियाजन्यः. यदा वृक्षः स्थिरः अस्ति तस्योपरि पक्षी आगत्य उपविशति, तर्हि अत्र अयं संयोगः एकतरकर्मजन्यः अस्ति अयं संयोगः. एकतरकर्मजन्यः, समीचीनं. स्थिरे वृक्षे पक्षी संयुक्तः इति प्रत्ययसिद्धः संयोगस्तु पक्षिनिष्ठक्रियाजन्यः. अयं संयोगः तु पक्षिनिष्ठक्रियाजन्यः संयोगः. अतः तत्र संयोगस्य प्रकारद्वयं, यत्र द्वयोः मध्ये तत्र संयोगः भवति, अपि द्वयोः अपि क्रिया अस्ति चेत् उभयक्रियाजन्यः संयोगः. केवलम् एकस्मिन् एव तत्र क्रिया अस्ति, अन्यस्मिन् तत्र क्रिया नास्ति चेत्, नाम स्थिरः अस्ति इत्युक्ते तदा एकतरकर्मजन्यः संयोगः इति. अतः संयोगस्य प्रकारद्वयम् एतावत् वयं पठितवन्तः. समीचीनं. अस्तु, अग्रे तर्हि समीचीनं भगिनि. अग्रे नरसिंहगडे महोदय, अग्रे. आम् महोदय, अस्य संयोगस्य अन्योपि विभागः अभिघातः नोदनमपि भेदेन दर्शितः. यः संयोगः शब्दजनयति सः अभिघातः. यदा उपाध्याय शिष्याय चपेटिकां ददाति तदा हस्त कपोलसंयोगः उत्पद्यते. hmm. महोदय न श्रुतम् अभिघातः इत्युच्यते अतिमन्दस्य वायोः महोदय अन्य अपि विभागः अस्ति संयोगस्य अभिघात इति उच्यते नोदनम् इति अपि उच्यते नोदनमिति भेदेन दर्शितः नोदनम् इति भेदेन अभिघात इति संयोगः दर्शितः अस्ति संयोगः शब्दं जन महोदय तत्र सम्यक्तया न श्रुतं मया तत्र केवलं मम शिष्याय न तत् नरसिंहमहोदय तत्र भवतः ध्वनिः मध्ये मध्ये भग्नः जायते महोदय सः प्रायशः न शृणोति इति चिन्तयामि बालकाया कपोल अनन्तरम् उपाध्याय हस्त संयोगः उत्पद्यते सत्यं भगिनि हा महोदय तत्र हा मध्ये मध्ये भग्नः भवति महोदय तत्र न सम्यक्तया न श्रूयते तत्र किं करणीयमिति न जानामि मध्ये श्रूयते महोदय किन्तु तदनन्तरं न श्रूयते डिस्कण्टिन्यूटि अस्ति नेट् मध्ये इति इदानीं पुनः पठामि अस्य संयोगस्य अन्योपि भागः अभिघातः नोदनमिति भेदेन दर्शितः यः संयोगः शब्दं जनयति सः अभिघातः यदा उपाध्यायः शिष्याय चपेटिकां ददाति तदा हस्तकपोलसंयोगः उत्पद्यते सः शब्दः जनयति इति सः अभिघातः इत्युच्यते संयोगज मुक्तावल्यादौ अवगन्तव्य अत्र संयोगस्य अन्यत् एकं विधम् अस्ति अभिघात इति यस् संयोग शब्दं जनयति तस् अभिघात इति उच्यते श्रूयते वा इदानीं महोदय इदानीं श्रूयते तत्र एकम् उदाहरणमस्ति उपाध्याय शिष्याय चपेटिकां ददाति तत्र शालायां तत्र शिष्यः सम्यक् उत्तरं न ददाति चेत् उपाध्यायः किं करोति शिष्याय चपेटिकां ददाति तत्र किं भवति हस्तकपालाय संयोगः उत्पद्यते तेन किं तत्र यद् इदानीं भवति तत्र तत्तु समीचीनमस्ति नाम तत्र अस्माकं वर्गस्य विषयः इदानीम् अस्ति संयोगः अपि विभागः तत्र नेट् मध्ये अपि संयोगः विभागः भवति पुनः पुनः क्रियानाशः महोदय क्रियानाशः नरसिंहगडे महोदय तत्र संयोगः पुनः विभागः भवति महोदय नेट् मध्ये वारं वारं भवति किन्तु तत्र अभिघातः नोदनमस्ति हा तत्र अत्र सर्वं नोदनमेव अस्ति महोदय नोदनमेव नोदनमेव शब्दं न जनयति शब्दं न जनयति हा इदानीं सम्यक्तया श्रूयते महोदय तत्र द्वितीयविध उदाहरणमस्ति नोदनमिति अभिघातम् एकविधं द्वितीयविध नोदनम् अभिघाते शब्दं अभिघाते शब्दं जनयति परन्तु नोदनं शब्दं न जनयति उदाहरणमस्ति वायुः यथा मन्दं चलति तत्र तृणेन सह तत्र संयोगः भवति परन्तु तत्र किमपि शब्दं न भवति तत्र तादृशमिति नोदनमिति उदाहरणमस्ति महोदय हा उत्तमं महोदय अस्तु समीचीनं समीचीनम् अस्ति धन्यवादः महोदय इदानीं समीचीनमस्ति अन्ते क्रियायाः तत्र इण्टर्नेट् या तत्र क्रिया नष्टः इदानीं तत्र सम्यक् अस्ति अस्तु अतः तत्र चिन्ता मास्तु महोदय क्रियानाशः लैव् एक्साम्पल् इति अभवत् चिन्ता मास्तु महोदय अस्तु समीचीनं तर्हि तत्र अस्माकं तत्र प्रकारचतुष्टयम् इति प्राप्तं, नाम क्रियाजन्यः अपि संयोगजन्यः. वयं तत्र पूर्वं दृष्टवन्तः खलु, नाम तत्र कर्मजः संयोगः संयोगजसंयोगः इति पूर्वं दृष्टवन्तः. इदानीं तत्र क्रियाजन्यः इति तस्मिन् मध्ये अपि प्रकारद्वयम् अस्ति इति इदानीम् उक्तं, नाम एकतरक्रियाजन्यः अपि उभयतरक्रियाजन्यः अपि नूतनप्रकारद्वयम् अभिघातः संयोगः अपि नोदनम्. यत्र शब्दः शब्दं जनयति तत्र अभिघातः, यत्र शब्दः न भवति तत्र नोदनम् इति अस्ति. अस्तु, इदानीं तर्हि एतावत्पर्यन्तं संयोगस्य लक्षणम् अपि तत्र संयोगस्य प्रकाराः के इति वयं दृष्टवन्तः. अस्तु, इदानीम् अग्रे सरामः. तर्हि अग्रे अस्ति तत्र विभागः इति. अस्तु, तर्हि तत्र किं, हा तर्हि अग्रे तत्र महोदय, तत्र अभिघातः इति किं महोदय? तत्र अयं परिच्छेदः सम्यक्तया न अवगतः यतोहि. अस्तु अस्तु भगिनि, तत्र अस्तु अस्तु, भवती एकवारं पठतु तर्हि तत्र अस्य संयोगस्य इति. हा, अस्य संयोगस्य अन्यः अपि विभागः अभिघातः. न न, अस्य संयोगस्य अन्येपि विभागः अभिघातः नोदनम् इति भेदेन दर्शितः इति. अभिघातः नोदनम् इति भेदेन दर्शितः. तत्र अभिघातः इति कस्मिन् अर्थे स्वीकृतं? नाम अभिघातः इति एकविधः संयोगः, नोदनम् इति द्वितीयविधः संयोगः. हा, किन्तु अर्थः कः महोदय अभिघातः? यः संयोगः शब्दं जनयति सः अभिघातः. तावदेव. यः संयोगः शब्दं जनयति सः अभिघातः संयोगः इति. घातः. अग्रे. यदा उपाध्यायः शिष्याय चपेटिकां ददाति तदा हस्तकपोलसंयोगः उत्पद्यते. सः शब्दं जनयति इति सः अभिघातः इति उच्यते. अस्तु, शब्दं जनयति. तद् इतरः तु नोदनं यः शब्दं न जनयति. अतिमन्दस्य वायोः तृणादिभिः संयोगः इह उदाहर्तव्यः यः न शब्दं जनयेत्. कश्चन संयोगः अपि शास्त्रे प्रसिद्धः मुक्तावल्यादौ अवगन्तव्यः. अस्तु, कश्चन संयोगः अपि शास्त्रे प्रसिद्धः मुक्तावल्यादौ इत्युक्ते तत्र अन्यत्र इति वा? अस्मिन् मुक्तावली, न्यायमुक्तावली इति प्रसिद्धः. तदेव महोदय, इत्युक्ते अत्र नास्ति इति वा? अत्र नास्ति इति, अत्र तद् न दर्शितः. किन्तु वयं जानीमः संयोगजसंयोगः वयं पठितवन्तः करपत्रे. आम् आम्, तद् तत्तु जानीमः. अतः किन्तु पुस्तके तस्य विवरणं नास्ति इति. नाम तत्र चित्रे संयोगजन्यः इति, संयोगस्य प्रकारचतुष्टयमस्ति, मध्ये संयोगजन्यः इति अस्ति खलु. किन्तु तस्मिन् विषये किमपि न उक्तं पुस्तके. अस्तु, नाम तत्र संयोगः इति अस्ति खलु भगिनि, इदानीम् अग्रचित्रं, तत्र क्रियाजन्यः इति अस्ति प्रथमं खलु. तत्र क्रियाजन्यः इति तस्य प्रकारद्वयम्, एकतरक्रियाजन्यः उभयतरक्रियाजन्यः. तद् दृष्टं पूर्वं. तत्र क्रियाजन्यः नाम कर्मजसंयोगः खलु. आम्, करपत्रे कर्मजसंयोगः इति आसीत् खलु. आम् महोदय. हा, अतः तद् जानीमः. इदानीं द्वितीयः संयोगजन्यः इति अत्र अस्ति, किन्तु तस्मिन् विषये किमपि न उक्तं, नाम तत् कदा भवति, उदाहरणं किमपि पुस्तके न उक्तं. किन्तु वयं करपत्रे पठितवन्तः खलु संयोगजन्य संयोगजसंयोगः नाम किम् इति. अतः यतोहि तस्मिन् विषये किमपि न उक्तम् अतः तत्र अन्तौ तत्र एतद् वाक्यं स्थापितं नाम कश्चन संयोगदसंयोगः अपि शास्त्रे प्रसिद्धः अस्ति किन्तु मुक्तावल्यादौ अवगन्तव्यः नाम तत्र दृष्ट्वा अवगमनं भवेत् अत्र वयं तस्मिन् विषये किमपि न वदामः इति तावदेव इदानीम् अभिघातः अपि नोदनम् इति समीचीनमस्ति वा आम् इदानीं समीचीनं महोदय शब्दं जनयति इति अभिघातः शब्दं न जनयति इति नोदनम् नोदनम् अपि नोदनस्य उदाहरणं किमस्ति नोदनस्य उदाहरणं तत्र वायुना इति तत्र दत्तम् अतिमन्दस्य वायोः तृणादिभिः संयोगः इह उदाहर्तव्यः यः न शब्दं जनयेत् यदा मन्दवायुः सञ्चरति तृणेषु तदा तत्र संयोगः भवति किन्तु शब्दं न जनयति हा इति अतः तत्र वायुः अपि तृणं तयोः वायुतृणयोः संयोगः किं तत्र नोदनम् इति यत्र कुत्रापि तत्र संयोगः भवति अपि च शब्दः न जनयति चेत् प्रायशः नोदनम् इति सत्यं भगिनि हा सत्यम् अतः तत्र क्रिया एकः एव संयोगः क्रियाजन्यः नाम तत्र स्थिरे वृक्षे पक्षी संयुक्तः इति यदस्ति तत्र एकतर क्रियाजन्यः संयोगः अपि भवितुमर्हति अपि यदि तत्र शब्दः न उत्पद्यते तदा तत्र नोदनम् इति अपि तत्र वयं वक्तुं शक्नुमः सः एव संयोगः नोदनम् अपि भवति एकतर क्रियाजन्यः संयोगः अपि भवितुमर्हति अतः तत्र एतद् विभागः तत्र यत्र क्रियाजन्यः अस्ति सः तु तत्र संयोगजन्यः न भवितुमर्हति तत्र तु नाम एकस्मिन् अस्ति चेत् अन्यस्मिन् नास्ति किन्तु तत्र अभिघातः संयोगः तस्य वयम् उदाहरणं यद् दत्तं नाम चपेटिका इति अस्ति तत्र तु हस्तकपालयोः संयोगः तत्र तु अभिघातः अपि सः संयोगः अभिघातः अपि अस्ति अपि एकतर क्रियाजन्यः अपि अस्ति खलु अतः तत्र अभिघातः अपि नोदनम् एकस्मिन् समये तत्र अभिघातः अपि भवितुमर्हति क्रियाजन्यः अपि भवितुमर्हति अत्र नाम तत्र क्रियाजन्यः भवेत् अथवा संयोगजन्यः भवेत् अभिघातः भवेत् अथवा नोदनं भवेत् किन्तु नोदनमपि भूत्वा संयोगजन्यः भवितुमर्हति नोदनं भूत्वा क्रियाजन्यः अपि भवितुम् अर्हति अतः तत्र एक्स्क्लूजन् नास्ति अत्र इति तावदेव अस्तु अन्य कोऽपि प्रश्नः तर्हि संयोगः इति विषये कोऽपि प्रश्नः नास्ति वा तर्हि अग्रे सरामः तर्हि तत्र इदानीं विभागः इति तर्हि तत्र हा इदानीम् उषा भगिनी अग्रे पठति वा तर्हि आं महोदय विभागं लक्षयति संयोगनाशकः गुणः विभागः सर्वद्रव्यवृत्तिः इति लक्षणवाक्यं दत्तं संयोगनाशकः गुणः विभागः सर्वद्रव्यवृत्तिः इति सर्वद्रव्यवृत्तिः यतोहि नवद्रव्येषु वर्तते गुणः इत्यनेन संयोगनाशकः गुणः गुणः इति कृत्वा सर्वद्रव्येषु गुणः अस्ति अतः द्रव्यभिन्नपदार्थेषु न भवति किन्तु सर्वेषु द्रव्येषु भवति इति नास्ति खलु नाम तत्र गन्धः केवलं तत्र पृथिव्यामेव भवति गुणः अस्ति गन्धः किन्तु अतः तत्र किन्तु एषः गुणः विभागः सर्वद्रव्यवृत्तिः अस्ति संयोगप्रक्रियायां क्रिया उत्पत्तिद्वितीयक्षणे अयं गुणः उत्पद्यते पूर्वदेशसंयोगस्य नाशकः च भवति तत् क्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता. अत्र वयं दृष्टवन्तः संयोगक्रियायां क्रिया उत्पत्ति द्वितीयक्षणे वयं पूर्वं दृष्टवन्तः आदिक्षणे घटे अपि च क्रिया घटे क्रिया वर्तते इति. अनन्तरं द्वितीयक्षणे तत् एकदेशात् अन्यदेशे वयं क्रिया स्थापयामः. तत् द्वितीयक्षणे यस्मिन् देशे पूर्वं घटः वर्तते ततः विभागः इति गुणः उत्पद्यते. क्रिया उत्पत्ति क्रियया उत्पत्तिः भवति. संयोगप्रक्रियायां क्रिया उत्पत्ति द्वितीयक्षणे पूर्वं वयं दृष्टवन्तः अत्र संयोगप्रक्रिया घटे अपि च क्रिया एव वर्तते. घटे क्रिया वर्तते प्रथमे क्षणे. तदानीं तया क्रियया विभागः भवति जायते. हा तर्हि क्रिया कारणमस्ति, विभागः कार्यमस्ति. विभागः कार्यमस्ति. हा पुनः विभागेन किं भवति? विभागेन संयोगस्य नाशः. पूर्वदेश अपि घटः तयोः मध्ये संयोगः तस्य नाशः भवति. अतः विभागः संयोगस्य नाशकः. पूर्वदेशसंयोगस्य नाशकः. तत् प्रक्रिया च संयोगनिरूपणे अनुपदमेव निरूपिता. वयं पूर्वं संयोगस्य लक्षणस्य लक्षणं निरूपणस्थले या प्रक्रिया दृष्टवन्तः तत् प्रक्रिया च वियोग विभाग कृते अपि वयं कर्तुं शक्यते इति. हा समीचीनं. नाम तत्र यस्यां नाम तत्र पञ्च तत्र किम् आसीत् तत्र पञ्चक क्षणपञ्चकव्यापिनी प्रक्रिया या आसीत् क्षणपञ्चकव्यापिनी प्रक्रिया या आसीत् तस्यां तत्र संयोगस्य अपि निदर्शनं अपि विभागस्य अपि निदर्शनं अतः अनुपदमेव तत्र निरूपिता अस्ति इति अस्ति. समीचीनं. हा तर्हि संयोगनाशकः गुणः विभागः. तर्हि लक्षणवाक्ये किं किम् उक्तं? विभागस्य विभागः केवलं गुणः इति न उक्तं. संयोगनाशकः अपि गुणः इति उक्तं. तर्हि तत्र दलद्वयम् अस्ति अत्र. दलद्वयम् अस्ति नाम तत्र संयोगस्य नाशः तत्र घटः तत्र उत्पीठिकायाम् अस्ति. तर्हि क्रियया तत्र विभागः जायते. विभागेन तर्हि पुनः संयोगस्य नाशः भवति. किन्तु तत्र नाशः संयोगस्य नाशः हस्तः अपि संयोगस्य नाशकः इति वक्तुं शक्नुमः खलु? यतोहि तत्र हस्तेन वयं तत्र घटं स्वीकृतवन्तः गृहीतवन्तः. तर्हि तस्य ग्रहणेन एव तत्र संयोगस्य नाशः अभवत् खलु? आम् आम् महोदय. तर्हि संयोगस्य नाशकः इति वदामश्चेत् तत्र संयोगस्य नाशं प्रति अनेकानि कारणानि सन्ति. अतः केवलम् एकमेव कारणम् इति नास्ति. अतः यदि संयोगनाशकः इति विभागः इति वदामश्चेत् तत्र अतिव्याप्तिः भवति. नाम केवलं अस्माकं हस्तः तत्र नाशकः भवति किन्तु हस्तः गुणः नास्ति. अतः तत्र विभागः संयोगनाशकः अस्ति. अपि विभागः केवलं गुणः इति वदामश्चेत् तत्र अनेके गुणाः सन्ति, अतः तत्र पुनः अतिव्याप्तिः, अतः संयोगनाशकः इति तस्य संयोगनाशकः अपि च यत् गुणः संयोगनाशकः तदेव विभागः भवति इति अस्ति. अतः एव तत्र दलद्वयं लक्षणे स्थापितं, दलद्वयस्य आवश्यकता अस्ति विभागः. अतः विभागः गुणः अपि अस्ति, संयोगस्य नाशकः अपि अस्ति, अपि अन्य कोऽपि गुणः नास्ति यः संयोगस्य नाशकः अस्ति. अतः विभागः एव तत्र एतस्य लक्ष्यं भवितुम् अर्हति इति अस्ति. समीचीनं भगिनि. अस्तु, इदानीम् अग्रे तत्र नूतनप्रश्नः उद्घाटितः. अस्तु, समीचीनं भगिनि. अग्रे तत्र तर्हि नीता भगिनी अग्रे पठति वा? संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः. अत्र इदं चिन्त्यते क्रियातः विभागः, विभागात् पूर्व संयोगनाशः, ततः संयोगान्तः संयोगान्तरोत्पत्तिः, ततः क्रियानाशः इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यः गुणः अभ्युपगम्येत्, सः एव तु न अङ्गीक्रियते. इति तावत् पर्यन्तम्. संयोगनाशात् विभागः न अतिरिक्तः इति आक्षेपः. अत्र आक्षेपः अस्ति यत्र वयं लक्षणवाक्यं दृष्टवन्तः संयोगनाशकः गुण इति विभागः, तत् विभागः संयोगनाशात् एव भवति, अतिरिक्त न अतिरिक्त इति आक्षेपः. तर्हि आक्षेपः कः? आक्षेपः अस्ति अत्र विभागः यद् भवति, विभागः यः भवति सः संयोगनाशात् एव भवितुम् अर्हति. न क्षमतां, नाम अतिरिक्तः, अतिरिक्तः नाम अन्यथा न भवति इति अर्थः. अतिरिक्तः नाम भिन्नः नास्ति, नाम अन्यः नास्ति इति. अन्यः नास्ति, तर्हि न अन्यः इति आक्षेपः. नाम तत्र वयं चिन्तयामः, तत्र नूतनपुरुषः तत्र इदानीम् आगतः, कार्यालये आगतः. वयं चिन्तयामः एषः नूतनपुरुषः इति, किन्तु कोऽपि वदति न एषः तु तत्र एतस्मात् न अतिरिक्तः, एषः पुरुषः परिचितः अस्ति इति. अतः तत्र न अतिरिक्तः नाम नूतनः, अन्यः नास्ति. तर्हि संयोगनाशात् विभागः न अतिरिक्तः नाम विभागः किमस्ति इत्युक्ते संयोगनाशः एव विभागः. संयोगनाशः एव विभागः, न अन्यः इति. न अन्यः, न अन्यः नाम नाशः एव विभागः इति आक्षेपः. तत्र विभागेन संयोगनाशः, तत्र विभागः एकः अस्ति, संयोगनाशः अन्यः अस्ति, तयोः मध्ये कार्यकारणभावः अस्ति, एतत् सर्वं किमर्थम्? विभागः एव संयोगनाशः इति आक्षेपः. संयोगनाशः एव विभागः अस्ति इति आक्षेपः, न अन्यः अस्ति. नाम अन्यः तत्र, अत्र वयं जानीमः खलु तत्र न्यायशास्त्रे यत् सारल्यम् अस्ति, नाम यत् गौ यत्र आवश्यकता नास्ति तत् न अङ्गीकुर्मः. नाम तत्र नूतनपदार्थस्य आवश्यकता किमर्थम्? विभागः इति नूतनपदार्थस्य आवश्यकता किमर्थम्? संयोगनाशः इति एव चिन्तयामः खलु, तत्र संयोगनाशेन तत्र सर्वं सम्यक् भवति खलु इति आक्षेपः. नूतनतया तत्र प्रतिश उपस्थापनं न आवश्यकं, नूतनगुणस्य आवश्यकता नास्ति. अत्र इदं चिन्त्यते, क्रिया क्रियातः विभागः, विभागात् पूर्वसंयोगनाशः, ततः संयोगान्तर उत्पत्तिः. संयोगान्तर उत्पत्तिः नाम यथा प्रथमता तु क्रिया, अनन्तरं द्वितीयक्षणे तत् विभागः, अनन्तरं विभागात् पूर्वसंयोगनाशः. यदा विभागः भवति तदा तस्मात् पूर्वसंयोगनाशः भवति, विभागात् पूर्वसंयोगनाशः भवति, अनन्तरं संयोगान्तरोत्पत्ति, अनन्तरम् अन्येन सह नूतन. तत्र संयोगान्तर उत्पत्तिः नाम नूतनसंयोग उत्पत्ति, अन्यसंयोग उत्पत्ति तावत्. अन्तर संयोग अन्तरं नाम अन्यः तावदेव. संयोगान्तर उत्पत्तिः नूतनसंयोग उत्पत्ति. ततः महोदय तत्र विभागात् पूर्वं संयोगनाशः इति नास्ति खलु, विभागात् पूर्वसंयोगस्य नाशः इति अस्ति. तदेव भगिनि, विभागात् पूर्वसंयोगनाशः. हा न न, तत्र भवत्या विभागात् पूर्वं संयोग इति उक्तम् इति चिन्तितवती. अस्तु अस्तु, विभागात् पूर्वसंयोगनाशः नाम आदौ संयोगः या आसीत् तस्य संयोगस्य नाशः विभागेन. तर्हि निशा भगिनी समीचीनं खलु, तत्र प्रश्नः अस्ति वा? विभागात् पूर्वसंयोगनाशः इत्युक्ते यदा विभागः भवति तदा पूर्वे संयोगः अस्ति तस्य नाशः एवं. हा पूर्व नाम यः संयोगः पूर्वम् आसीत् तस्य नाशः नाम तत्र प्रथमे यत्र घटः आसीत् तत्र संयोगः, तत्र तस् आकाशदेशः अपि घटः, तयोः मध्ये संयोगः यः आसीत् तस्य नाशः विभागेन भवति. अतः पूर्वसंयोगनाशः भवति विभागेन अथवा विभागात्. तदनन्तरं नूतनसंयोगस्य उत्पत्तिः. क्षम्यताम्, अहं भिन्नरीत्या उक्तवती, क्षम्यतां क्षम्यताम्. विभागात् पूर्वसंयोगस्य नाशः भवति, ततः अनन्तरं नूतनतया संयोगस्य उत्पत्तिः भवति, संयोगान्तरोत्पत्तिः, ततः क्रियानाशः, पुनः तत्र क्रिया नाश इत्युक्ते क्रिया स्थगिताः भवति, तत् क्रिया स्थगिता भवति, क्रियानाशः भवति इति प्रक्रिया तदा युज्यते यदा संयोगनाशात् अतिरिक्तः कश्चित् विभागाख्यः गुणः अभ्युपगम्येत. नाम तत्र यदि वयम् अन्यः गुणः नाम गुणस्य नाम विभागाख्यः नाम विभागनामगुणः तत्र अभि उपगम्येत इति, तत् यदि तादृशं चिन्तनं कुर्मः तदा एव एषा प्रक्रिया भवति खलु. नाम विभागः इति यदि विभागः संयोगनाशकः अस्ति इति चिन्तयामश्चेदेव तादृशी प्रक्रिया भवति खलु. आमाम् एषः गुणः विभागाख्यगुणः अभि उपगम्येत अभ्युपगम्येत, किन्तु सः गुणः तु न अङ्गीक्रियते. नाम विभागः नाम गुणः न अङ्गीक्रियते, नाम तस्य प्रयोजनं किम् इति प्रश्नः, आक्षेपः. तद् मास्तु, विभागः इति मास्तु, संयोगनाशात् नाशेन पर्याप्तम् इति आक्षेपः. तर्हि अग्रिमे इति उत्तमः प्रश्नः, तत्र रुचिकरप्रश्नः. नाम अस्तु, तत्र विभागः नाम संयोगः नष्टः खलु, तत्र नूतनगुणस्य क्या आवश्यकता इति इति अस्ति प्रश्नः. अतः तत्र अस्य प्रश्नस्य उत्तरम् अग्रिमे वर्गे द्रक्ष्यामः. तर्हि तर्हि समयोपि जातः, अत्र विरमाम. किन्तु बहु समीचीनं तत्र अभ्यासः अपि कृतः सर्वैः, संयोगस्य लक्षणवाक्यस्य, इदानीं विभागस्य आरम्भः अपि कृतः. अस्तु तर्हि अत्रैव विरमाम. धन्यवादाः, नमस्कारः. नमस्कारः, धन्यवादः महोदय. नमस्कारः. नमस्कारः नमस्कारः महोदय. धन्यवादः.